अस्तु, तर्हि अधुना विषयः अस्ति तनादिगणः इति. तर्हि तर्हि हेमा भगिनी वदति वा पुनरभ्यास पुनस्मरणरूपेण तनादिगणे कः विकरणप्रत्ययः इति? तनादिगणे प्रारम्भतः वा महोदय? आम्, किञ्चित् सारांशरूपेण. तनादिगणे श इति विकरणप्रत्ययः अस्ति, निरबन्धरूपं निरनुबन्धरूपम् अस्ति उ इति. तनादिभ्यः उ इति कारणेन कर्तरि शप् प्रभाद्य उ विकरणप्रत्ययः आयाति. अत्र केवलं दशधातवः एव सन्ति, एकः एव अजन्तधातुः, सर्वे नवधातवः हलन्तधातवः एव. तर्हि महोदय वदति वा अत्र गुणकार्यस्य निमित्तमस्ति वा इति. अस्माकं धातु विकरणप्रत्ययोः मेलनम् इत्यस्मिन् विषये किञ्चित् अस्ति च. अत्र उ इति विकरणप्रत्ययः, उ विकरणप्रत्ययः तु आर्धधातुकप्रत्ययः, अतः अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवितुम् अर्हति. अनन्तरमत्र उपधायां लघु इक् अस्ति चेदपि गुणः भवितुम् अर्हति. अत्र अत्र अपित्वम् इत्यस्य प्रसक्तिः न भवति, किमर्थं चेत् उ तु आर्धधातुकप्रत्ययः, उ कित् नास्ति, नित् नास्ति, तत्कारणात् क्निति च इत्यस्य प्रसक्तिः अपि न भवति. अतः यदि इक्वर्णः इक्वर्णः न उपधायाम् इक्वर्णः अस्ति चेत् गुणः सम्भवति. अनन्तरं तथैव अत्र सर्वे धातवः हलन्तधातवः, एकः धातुः विहाय, तत्कारणात् अत्र सर्वेषां धातूनां कृते अत्र यथा अङ्गनिर्माणं भवति, अत्र एकनिमिषः भगिनि, अत्र दशधातवः सन्ति, तेषां केचन धातवः उपधायां लघु इक्वर्णः नास्ति, तत्कारणात् तेषां कृते तु कोऽपि गुणः न भवति. यदि लघु इक् उपधायाम् अस्ति चेत् अत्र गुणः सम्भवति एव. अत्र तनु क्षणु षणु मनु वनु तेषां धातूनाम् अत्र अत्र उपधायां अचुवर्णः अस्ति, तत् इक् नास्ति, तत्कारणात् अत्र गुणः न भवति. परन्तु अत्र क्षिणु ऋणु घृणु वृणु तेषाम् अत्र उपधायां लघु इक् अस्ति, तत्कारणात् अत्र गुणः सम्भवति एव. अस्तु महोदय, धन्यवादः. राजी भगिनी, तर्हि स्वादिगणे तनादिगणे उभयोः कः भेदः? अङ्गतिं प्रत्ययो मेलनं यदा सम्भवति तस्मिन् समये कः भेदः इति वदति वा सारांशरूपेण? स्वादिगणे श्नु इति विकरणप्रत्ययः, तनादिगणे उ इति विकरणप्रत्ययः. श्नु भगिनी, अहं स्वादिगणस्य तलत्रयेषु तत्र तल त्रयेषु किञ्चित् भिन्नकार्याणि भवन्ति खलु ऊवङ्गिते आदेशः भवति स्वादिगणे त्रिवादिगणे उकारः एव आदेशः भवति पुनः चिन्तयतु भगिनि स्वादिगणे ऊवङ्ग आदेशः कुत्र भवति तत्र तु संयोगपूर्वात् असंयोगपूर्वात् इति अस्ति खलु तर्हि संयोगपूर्वात् पूर्वात् इति वर्तते चेत् तर्हि ऊवङ्ग आदेशः भवति असंयोगपूर्ववर्णः अस्ति चेत् उपधायां यण् आदेशः भवति इको यणचि कार्यं करोति अत्र न तथा नास्ति संयोगपूर्व पूर्व उकारः अस्ति चेत् तत्र अतिष्णुधातु ब्रुवां योरिवङ्ग इत्यनेन उवङ्गादेशः भवति यदि असंयोगपूर्व उकारः अस्ति चेत् तत्र कुष्णोः सार्वधातुक इत्यनेन यण्णादेशः भवति समानकार्यम् अस्ति किन्तु भिन्नसूत्रेण अपवाद तदेव महोदयेन ह्यः चर्चितमस्ति खलु तत्र यदि अस्माकम् इकोयणचि इति अस्ति अनन्तरम् अचिष्णुधातुभ्रुवां युवोरिवङ्गौ इति अस्ति तर्हि पुनः किमर्थम् उष्णोः सार्वधातुके इति सूत्रस्य का आवश्यकता पुनः इकोयणचि इत्यस्य एव कार्यं भूत्वा किम तावदेव पर्याप्तं खलु तर्हि उष्णोः सार्वधातुके इत्यस्य कः आवश्यकः इति प्रश्नः आसीत् तस्मिन् विषये किञ्चित् भगिनी अवगतवती वा ह्यस्तन वर्गस्य अहं स्वादिगणस्य वर्गं स्वीकृतवती अतः स्वादिगणविषये मम किञ्चित् क्लेशः अस्ति भगिनि तर्हि अन्य कः अस्ति नमस्ते भव्य अस्ति अन्य कः अस्ति अस्ति महोदय वदति वा हेम भगिनी वदति वा भगिनि पुनः पृच्छतु किं वक्तव्यम् अत्र इकोयणस्य इति सूत्रम् अस्ति तद् प्रभाद्य संयोगपूर्व उकारः अस्ति चेत् अचिष्णुधातु ब्रुवान् युवोरिवङ्गौ इति सूत्रेण उवङ्ग आदेशः भवति किन्तु यत्र असंयोगपूर्व उकारः अस्ति तत्र किमर्थम् उष्णोः सार्वधातुके इति सूत्रस्य का आवश्यकता पुनः इकोयणचे एव पर्याप्तं खलु किमर्थम् उष्णोः सार्वधातुके इति समानकार्यमस्ति खलु इकोयणचि उष्णोः सार्वधातुके तर्हि उष्णोः सारुदात्के इत्यस्य का आवश्यकता इति ह्यः महोदयेन चर्चितं तस्मिन् अहं चिन्तयामि उष्णवोः सार्वधातुके इति सूत्रम् अचिष्णुधातुवोः सूत्रस्य अपवादसूत्रमस्ति द्वे अपि अन्यत्र कार्यं कर्तुं शक्नुतः अपि च एकत्रमपि प्राप्तिः अस्ति यदि असंयोगपूर्वकम् अस्ति चेत् उष्णोः कार्यं करोति संयोगपूर्वकम् अङ्गम् अस्ति चेत् तत्र अचिष्णु यत्र यत्र श्नु प्रत्यान्तम् अस्ति अन्यत्र लब्धावकाशः अस्ति किन्तु यत्र श्नु प्रत्यय अस्ति तत्र उष्णोः सार्वधातुके इति अपवादभूतसूत्रं भवति खलु अतिष्णुधातु भवान् सामान्यसूत्रम् अस्ति किन्तु उष्णोः सार्वधातुके अपवादसूत्रमस्ति पुनः भगिनि अपवादसूत्रम् इत्युक्ते तस्य कार्यं न भवति चेत् तत् अन्यत्र कुत्रापि तस्य कार्यं न भवति यदि अङ्गम् असंयोगपूर्वकम् अस्ति चेत् तत् निर्वकेशः अपवादसूत्रम् अस्ति अतः चिनु इति यत्र असंयो तादृश धातूना अङ्गानां कृते यत्र असंयोगपूर्वम् अस्ति तत्र उष्णोः कार्यं करोति स्वादिगणे यत्र श्नु अङ्गम् अस्ति इति धन्यवादः तर्हि सुब्रह्मण्यं महोदय अन्य भेदः कः अन्य भिन्न कार्यं भवति खलु तस्मिन् विषये किञ्चित् वदति वा वकारादिमकारादि अस्तु भगिनि अत्र अत्र स्वादिगणे अत्र तस्मात् पूर्वं यदि अत्र उङ् आदेशः यण् आदेशः इति आसीत् तस्मिन् विषये एव न भगिनि तनादिगणे कः भेदः तनादिगणे अत्र तस्मिन् प्रसङ्गे तु कोऽपि भेदः नास्ति संयोगपूर्वक उकारः वा असंयोगपूर्व उकारः वा अत्र भेदं नास्ति यदि अत्र अजादि अपित् प्रत्ययः अस्ति चेत् अत्र कोऽपि भेदः नास्ति किमर्थं चेत् अत्र प्रथमम् इको एनचि आगच्छति इको एनचि सार्वधातुक अर्धधातुकयोः अत्र अत्र अर्धधातुकम् एकनिमिषः भगिनि अत्र अत्र इको एनचि एव कार्यं करोति खलु भगिनि अजादि अपि तस्य तत्कारणात् अत्र इको एनचि एव कार्यं करोति अत्र अचिष्णुधातु भ्रुवाम् अत्र प्रत्ययः प्रत्ययः उकारः अस्ति परन्तु श्नु नास्ति खलु अचिष्णुधातु भ्रुवां युवर् यङ् वङ्गौ कार्यं करोति यदि प्रत्ययः श्नु अस्ति चेत् तस्य प्रसक्तिः भवति अथवा भ्रूधातु कृते अथवा यकार युवोः इत्युक्ते अत्र इकार उकार धातु कृते एव खलु भगिनि तत्कारणात् अत्र उ तु प्रत्ययः अस्ति तत्कारणात् अत्र तस्य प्रसक्तिः न भवति तथा एव उष्णुवोः सार्वधातुक इत्यस्य प्रसक्तिः अपि नास्ति अत्रापि श्नु इत्यस्य प्रसक्तिः अस्ति तत्कारणात् द्वयोः प्रसक्तिः तनादिगणे न भवति अतः अत्र इको एनचि एव कार्यं करोति तत्कारणात् अत्र यदि अङ्गम् असंयोगपूर्व उकारः वा संयोगपूर्व उकारः वा इत्यस्य कोऽपि प्रामुख्यता न भवति प्रसक्तिः एव नास्ति किल भगिनि प्रसक्तिः अपि नास्ति किल आं भगिनि नास्ति नास्ति तदेव तदेव महोदयेन उक्तमस्ति लु इति प्रत्ययः अस्ति अतः राज्यभगिनी तर्हि वकारादि मकारादि प्रत्यये परे कः विषयः प्रत्यये परे विकल्पेन असंयोगपूर्वस्य ऊ लोपः भवति असंयोगपूर्वात् हि प्रत्ययस्य लोपः भवति अस्तु भगिनि तर्हि सूत्रं वदति वा वकारादि मकारादि प्रत्यये परे स्मरति वा एतावत् पर्यन्तम् अस्मिन् अर्घे न दृष्टवन्तः सूत्रं वकारादि नास्ति चिन्ता भगिनि पूर्वं न पठितवती अस्तु भगिनि भगिनी अग्रे पठति वा अत्र कुत्र स्मः अत्र तनादि तदाधारेण तत् तनादिगणे इति प्रतिनिधि इति अस्ति एकनिमिषं कुत्र अस्ति तद् यथा स्वादिगणे इति अस्ति खलु तथा यथा स्वादिगणे एकनिमिषं भगिनि अहं चतुर्णां सर्वधातुकलकाराणां तिङ्गितरूपाणि तद् अनन्तरं तत् पश्चात् किल हा तत् पश्चात् सैः पिच्च गणधातुः एकनिमिषं भगिनि अहं मम सङ्गतिः अस्ति ततः चतुर्थप्रायः चतुर्थपङ्क्तिः तृतीयबिन्दुः ओके चतुर्थपङ्क्तिः दुक्रिन् धातुः न तावत् पर्यन्तं न कृतवती भगिनी तु कृ इति विषयः पश्यति. वयं तु पूर्वं एकनिमिषं भगिनि अहं अन्य अस्ति वा नाम उच्यतां. पुष्पा अस्मि. अस्तु पुष्पा भगिनी भगिनी पठति वा कुत्र तृतीयपङ्क्ति तृतीयबिन्दुः अस्ति खलु तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ् प्रत्ययोकं मेलनमिति अस्ति तस्य चतुर्थपङ्क्तिः. नास्ति चिन्ता भगिनि अहं पठामि वा भगिनि अहं पठामि. हा पठतु. तदाधारेण धनादिगणे प्रतिनिधि चतुष्टयं यदा स्वादिगणे इति अस्ति तथा स्वादिगणे धनादिगणे अपि संयोगपूर्व अङ्गानि सामान्यानि शक्नु इव अर्णु घर्णु वर्णु. असंयोगपूर्व अङ्गानि चिनु इव तनु क्षणु सनु मनु वनु क्षेणु विशेषाणि इति नाम धनादिगणे ये सामान्यनियमाः सन्ति अर्णु घर्णु वर्णु च तान् नियमान् अनुसृत्य प्रवर्तन्ते. असंयोगपूर्व अङ्गानि तनु क्षणु सनु मनु वनु क्षेणु आधिक्येन तान् नियमान् अनुसृत्य प्रवर्तन्ते एव किन्तु स्थलद्वये विशेषाः भवन्ति. स्वादिगणे च तनादिगणे संयोगपूर्व अङ्गानि सामान्यानि विष्णु उकारः एव अङ्गस्य अन्तिमवर्णः. शक्नु इव अर्णु घर्णु वर्णु. असंयोगपूर्व अङ्कानि इत्युक्ते इकारान्त मध्ये हल्वर्णः न आगच्छन्ति वर्णाः न आगच्छन्ति किल. अतः चिनु इव तनु क्षणु सनु मनु वनु क्षेणु इति विशेषाणि अङ्गानि सन्ति. नाम धनादिगणे ये सामान्यनियमाः सन्ति तान् नियमान् अनुसृत्य एव सर्व चत्वारः धाताः प्रवर्तन्ते. परन्तु असंयोगपूर्व अङ्गानि शेष षट् अङ्गानि आधिक्येन नियमम् अनुसृत्य प्रवर्तन्ते. संयोगपूर्वः इत्युक्ते अन्तिम उकारः अस्ति खलु. तर्हि उकारात् पूर्वं हल् वर्णयोः संयोगः अस्ति चेत् संयोगपूर्व उकारः संयोगपूर्व अङ्गम् इति वदामः. शक्नु इत्युक्ते ककारः नकारः हल् वर्णः अस्ति अतः संयोगपूर्वम् इति शक्नु किन्तु स्वादिगणे अस्ति अत्र वदति स्वादिगणे यथा शक्नु स्वादिगणे शक्नु करेक्ट् आम् धनादिगणे अर्णु घर्णु वर्णु शक्नु इव एते अङ्गानि अपि कार्यं कुर्वन्ति. धन्यवादः भगिनि. तदाधारेण तनादिगणे प्रतिनिधि चतुष्टयः स्वीक्रियताम् संयोगपूर्वाङ्गस्य परस्मैपदी धातुः ऋण् असंयोगपूर्वाङ्गस्य परस्मैपदी धातुः तन् संयोगपूर्वाङ्गस्य आत्मनेपदी धातुः ऋण् असंयोगपूर्वाङ्गस्य आत्मनेपदी धातुः तन् येषां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्गसु लिङ्सु जानीमः चेत् तर्हि सर्वेषां तनादिगणीयधातूनां सार्वधातुकलकाररूपाणि जानीमः इव तृ धातुं विहाय. अस्तु, अत्र निमित्तानि निमित्तं अस्ति न, तदाधारेण संयोगपूर्व पूर्वाङ्गस्य परस्मैपदीधातु ऋण् असंयोगपूर्व पूर्वाङ्गस्य परस्मैपदीधातुः तन् संयोगपूर्व पूर्वाङ्गस्य अस्मनेपदीधातु ऋण् असंयोगपूर्वाङ्गस्य आत्मनेपदीधातु तन् एतानि सार्वधातुकलक् लकारेषु लट् लोट् लङ् विधिलिङ्ग् लिङ्ग्सु किमर्थम् अस्ति जानीमः चेत् तर्हि सर्वेषां तनादिगणीयधातूनां सार्वधातुकलकाररूपाणि जानीमः एव. किमर्थम् अत्र ऋण् इति स्थलद्वये अस्ति, तन् इति स्थलद्वये अस्ति? अत्र स्वादि परस्मैपदिधातुः ऋण् अस्ति, अनन्तरम् आत्मनेपदिधातुः इति ऋण् एव दत्तमस्ति. किमर्थम् उभयपदिधातु? एवमेव पृच्छामि. अस्तु, धन्यवादः. हेमा भगिनी अग्रे पठति वा? अस्तु भगिनि. यथा स्वादिगणे तनादिगणे अपि सिद्धतिङ्प्रत्ययाः चतुर्विधाः, हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च. तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्. वयम् इदानीमेव परिशीलितवन्तः स्वादिगण इव तनादिगणे अपि संयोगपूर्वकाः असंयोगपूर्वकाः अङ्गमस्ति इति. अत्रापि वयं चतुर्विध विभजनं द्रष्टव्यं द्रष्टव्यं नास्ति अस्माभिः द्रष्टव्यं हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च. इदानीं के के कार्याणि भवन्ति इति तेषां कृते परिशीलयामः. संयोगपूर्वाङ्ग पूर्वाङ्गधातु अस्ति चेत् तत्र हलादिषु पित्सु गुणः भवति, यतोहि पित् अस्ति इति. अपि च हलादि अस्ति इति तत्र किमपि सन्धिकार्यं न भवति एव, तर्हि केवलं मेलनमेव भवति. अतः अर्णो योगः तिप् इत्युक्ते तिप् तु पित्व तत्र पित्वम् अस्ति इति कारणेन सार्वधातुक अर्धधातुकयोः अनेन गुणः भूत्वा अर्णो इति भवति. अर्णो योगहति अर्णोति इति रूपं विहितम्. अजादिषु पित्सु यदि पुनः पित् अस्ति इति कारणेन तत्रापि गुणः भवति. गुणः तदा अवादेशः अर्णो योगः आनि, अर्णो योगः आनि, अर्णयोगः अवयोगः आनि, अर्णवानि इति. इत्युक्ते तत्र अर्णो योगः आनि, आनि तु अजादि अजादि अस्ति, अपि च पित् अपि अस्ति. अतः तत्र आनि तु लोट्लकारे अस्ति. पित् मिप् इति पित्वम् अस्ति, अपि च आडुतमस्य पिच्च अपि तत्रापि पित् एव भवति इति. तत्र गुणकार्यं भवति अर्णो सार्वधातुक अर्धधातुकयोः अनेन अर्णो इति भवति. अर्णोयोगः आनि इदानीं इचोयवायावः अनेन अवादेशः भवति. ओकारस्य स्थाने अवादेशः भूत्वा अर्णयोगः अवयोगः आनि अर्णवानि इति रूपं विहितम्. अग्रिमे हलादि अपित्सु कृते अपित् अस्ति इति गुणनिषेधः भवति ङिति च इति सूत्रेण. ङिति च इत्यनेन गुणः निषेधः, किमपि कार्यं नास्ति. हलादि अस्ति इति सन्धिकार्यं न भवति, केवलं मेलनम् अर्णुयोगः त अर्णुतः इति. अजादि अपित्सु पुनः अपित् अस्ति इति कारणेन तत्रापि गुणः न भवति. इको यणचि इत्यनेन यण् आदेशः, अर्णुयोगः अन्ति, अर्णयोगः व योगः अन्ति, अर्णवन्ति इति. अत्र अर्णुयोगः अन्ति, अत्र गुणकार्यं न भवति यतोहि अपित् अस्ति अन्ति इति, अजादि अपित् अस्ति. अतः अत्र प्रथमम् इको यणचि इति सूत्रस्य कार्यं भवति, इकः परे अचि अच्वर्णः अस्ति इति कारणेन गुणनिषेधः तु भवति एव. अत्र अचिष्णु अपि कार्यं न करोति यतोहि अङ्गं विकरणप्रत्यय श्नु नास्ति इति कारणेन केवलम् इको यणचि तस्य प्रसक्तिः एव अस्ति, कार्यमपि भवति इति. तर्हि उकारस्य स्थाने वकारादेशः भूत्वा अर्णयोगः वयोगः अन्ति, अर्णवन्ति इति रूपम् आगच्छति. अत्र सार्वधातुकार्णधातुकः इत्यनेन किमर्थं गुणः न भवति भगिनि? कुत्र अर्णुयोगः अन्ति वा? तत्र सार्वधातुकार्धधातुकयोः प्रसक्तिः तु अस्ति, परन्तु वयं पूर्वमेव निति च इति कारणेन गुणनिषेधः अभवत् एव. तर्हि एकवारं यदि किमपि नास्ति खलु, अन्ति नित् नास्ति, नूतनः सन्ति अतः पृच्छामि. नित् नास्ति खलु अन्ति, किमर्थम् इति पुनः पृच्छतु. अन्ति इति नित् नास्ति खलु? आम्, नकारः इति संज्ञा नास्ति, सकारनकार इति संज्ञा नास्ति. तर्हि किमर्थं निपीच इति सूत्रं कुतः आगतम् इति? नित्वत् अपित् अस्ति इति, अपित् अस्ति इति कारणेन तत्र गुणनिषेधः भवति. केन सूत्रेण? सार्वधातुकम् अपित् सार्वधातुकम् इत्यनेन नित्वत् भवति, अनन्तरं गुणनिषेधः निपीचेन. प्रथमं नित्वत् तदनन्तरं निति च अनेन सूत्रेण तत्र गुणनिषेधः भवति. पठामि भगिनि. अत्र स्वादिगणे अत्र इकोयणचि तस्मात् अथवा असंयोगपूर्वाङ्गधातूनां कार्यं भगिनि महोदय वदतु. महोदय पुनः प्रश्नः कः? अत्र स्वादिगणे अत्र इको यणचि तस्मात् आरभ्य वा स्वादिगणे अत्र इको यणचि इति सामान्यं यन्विधायकसूत्रं प्रबाध्य सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्रसक्तिः. तदा एकवारं यदा गुणनिषेधो भवति ख्निति च, तत्पश्चात् अचि श्नु धातुभ्रुवां योर्यङ्गुवङ्गौ इत्यनेन उवङ्गादेशः भवति. यथा शक्नुयोगः अन्ति, शक्नुयोगः उ योगः अन्ति, शक्नुवन्ति. परन्तु अस्मिन् सूत्रे श्नु प्रत्ययः उक्तं, न तु उकारः. अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणे नास्ति. तर्हि तनादिगणे अजादि अपित्सु यथास्था सामान्यं यन् आदेशः एव भवति. उयोगः अ यणादेशः वकारः, अर्णुयोगः अन्ति, अर्ण्वन्ति. व अत्र वकारः न वा अस्ति, यणादेशः वकारः योगः अ वा अर्णुयोगः अन्ति, अर्ण्वन्ति इति तिङन्तपदं निष्पन्नं भवति. अत्र यथा भगिनी उक्तवती तथैव अत्र स्वादिगणे तनादिगणे किमर्थं तस्मिन् विषये भेदः अस्ति इति दत्तमस्ति. अत्र स्वादिगणे इको एणचि आगच्छति प्रथमं, परन्तु तं सूत्रं प्रबाध्य अत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणप्रसक्तिः भवति. परन्तु अत्र अन्ति इति अपित् अस्ति, तत्कारणात् नित्वत् भवति, सार्वधातुकमपित् कारणेन अतः क्निति च इत्यनेन गुणनिषेधः भवति. अनन्तरम् अचिष्णु धातुभ्रुवां योर् यङ् वङ्गौ इत्यनेन अत्र यदि असंयोगपूर्व संयोगपूर्व उकारः अस्ति चेत् अचिष्णु धातुभ्रुवां योर् यङ् वङ्गौ इत्यस्य प्रसक्तिः तस्य कार्यमपि भवति. तत्कारणात् अत्र उवङ्ग् आदेशः भवति. अत्र यथा उदाहरणे दत्तमस्ति अत्र शक्नुयोगः अन्ति अत्र उकारस्य स्थाने अत्र उव् आदेशः भवति तत्कारणात् अत्र शक्नुवन्ति इति भवति. परन्तु इदानीं तु वयं तनादिगणगणीय धातु धातुविषये चर्चयामः. तत्कारणात् तनादिगणे प्रत्ययः उकारः न तु ष्णु. सूत्रे अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इति सूत्रे अत्र ष्णु प्रत्ययः इत्यस्य प्रसक्तिः अस्ति, न तु उ इत्यस्य प्रत्ययस्य प्रसक्तिः. तत्कारणात् अत्र अचिष्णु धातुभ्रुवां युवर् यङ् वङ्गौ इत्यस्य कार्यं न भवति एव. अतः अत्र तनादिगणे अत्र स्वादिगन् स्तनादिगणे इको एनचि इत्यस्य एन् आदेशः भवत् इकार इक् वर् इक् स्थाने एन् आदेशः भवति. तत् सामान्यं भवति इति तत्कारणात् अत्र अर्णुयोगः अन्ति भवति. अर्णयोगः उकारस्य स्थाने वकारः, अर्णयोगः वकारयोगः अन्ति अर्णवन्ति इति रूपं निष्पन्नं भवति. धन्यवादः महोदय. राजी भगिनी अग्रे पठति. असंयोगपूर्वाङ्गधातूनां कार्यं केवलं स्थलद्वये भिद्यते. स्थलद्वयमपि अपित्सु एव, पित्सु न कोऽपि भेदः. अतः सम्यक्तया तोलयन्तु. असङ्गयोगपूर्वाङ्गधातूनां कार्यं हलादिषु पित्सु गुणः तनुयोगः इति तनोति. अजादिषु पित्सु गुणः तदा अवादेशः तनुयोगः आनि, तनोयोगः आनि, तन्योगः अवयोगः अनि तनवानि. असंयोगपूर्वधातूनां हलादिपित्सु पित्सु पित् इति कारणात् सर्वधातुको अर्थ आर्धधातुको योगो इति सूत्रेण गुणः भवति. अतः तनुयोगः इति उकारस्य गुणः ओकारः. अतः तनुयोगः इति तनोति इति क्रियापदं निष्पन्नम्. अजादिषु पित्सु अपि गुणः भवति. गुणः तनुयोगः आनि आनि अपि आनि आडुमति आडु उत्तमस्य पिच्च इति सूत्रेण पित्वं भवति. अतः तनुयोगः आनि उकारस्य गुणः ओकारः भूत्वा तनुयोगः आनि भवति. अत्र एचो अयवायावः इति सूत्रं कार्यं करोति. अतः तन् औ आदेशः भवति. तन् योगः औ, योगः आनि, तनवानि इति क्रियापदं निष्पन्नम्. कलादिपिप्स्यु निति च इत्यनेन गुणनिषेधः. तनुयोगः स्तः तनुतः. अत्र कोऽपि कार्यं न भवति. स्थलद्वये अपवादभूतकार्यं लोटि हि लोपः, तनुयोगः हि तनु, बकारे मकारे परे उकारस्य वा लोपः, तनुयोगः वः तन्वः. अतः तनुवः. अत्र लोट्लकारे हि इति सिद्धतिङ्प्रत्ययः. सिद्धतिङ्प्रत्ययः अत्र केन सूत्रेण चेहि पिच्च इति सूत्रेण हि हि आयाति. अत्र हि लोपः भवति. सूत्रं न स्मरामि अहं. अग्रे अस्ति भगिनि, उतस्य प्रत्ययात् संयोगपूर्वात् इति अस्ति। ओ अस्तु, लोपः भूत्वा तनु एव अवशिष्यते। वकारमकारपरे यत् उकारः अस्ति विकल्पेन लोपः भवति उकारः, अतः क्रियापदद्वयम् आयाति, तनुयोगः वः तन्वः अथवा तनुवः। अजाति अपि भगिनि अजादि अपित्सु इको यनसि इत्यनेन यन् आदेशः, अतः तनुयोगः अन्ति, उकारस्य स्थाने वकारः आयाति, अतः तन् योगः वा योगः अन्ति, तन्वन्ति इति क्रियापदं निष्पन्नं। धन्यवादः भगिनि। पुष्पा भगिनी अग्रिमं पङ्क्ति गणे यथा उपर्युक्तं हलन्तधातुषु शक् इव अचिष्णु धातु ब्रुवां युवो युवङ्गौ इत्यनेन उङ् अजन्तधातुषु चि इव यण् आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम् अपेक्षितं सुष्णुवो सार्वधातुके इति। परन्तु तनादिगणे उपरि अचिष्णु धातु ब्रुवां युवोर्युवङ्गौ इत्यस्य प्रसक्तिः नास्ति। अत्र असंयोगपूर्वाङ्गधातूनां कृते यन् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य आवश्यकता अपि नास्ति। अतः अत्र सामान्यसूत्रम् इको एनचि इत्येव कार्यं करोति। स्वादिगणे अत्र हलन्तधातुषु अत्र परन्तु शक् एव अहं न जानामि। शक्तिव इत्युक्ते स्वादिगणे, स्वादिगणे शक् इति धातुः आसीत् खलु, स्वादिगणीयधातुः। अचिष्णु धातु ब्रुवां युवोर्यवङ्गौ इति सूत्रेण उवङ्ग् आयाति स्वादिगणे। अजन्तधातुषु चि एव तु एव इति भगिनि प्रयुज्यते भगिन्या, तर्हि इव इति इत्युक्ते सदृशम् इति साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम् अपेक्षितं, तत्तु सुष्णुवो सार्वधातुके इति। अजन्तधातुषु अत्र सुष्णुवो सार्वधातुके सूत्रम् उपयोगं कुर्वामः। परन्तु तनादिगणे उपरि अचिष्णुधातु ब्रुवां युवङ्गौ इत्यस्य प्रसक्ति नास्ति, तत्तु अपवादभूतसूत्रस्य कारणम् असंयोगपूर्वाङ्गधातूनां कृते यण् आदेशस्य साधनार्थम् अपवादसूत्रभूतसूत्रस्य आवश्यकता अपि नास्ति। त तत्तु अचि श्रु धातु ब्रुवां युवोङ्ग न कार्यं न करोति, आवश्यकता नास्ति, तथा एव उष्णोः सार्वधातुके इत्यस्य अपि आवश्यकता न भवति, किमर्थमिति यत् अतिष्णधातुत्वं नास्ति तथा एव उष्णोः सार्वधातुके इत्यस्य अपि आवश्यकता नास्ति, अतः कार्यं करोति आं भगिनि, अवगच्छति खलु, यत्र स्वादिगणे हलन्तधातु अस्ति चेत् शक् इति धातु अस्ति, यत्र संयोगपूर्व उकारः अस्ति अङ्गस्य, तर्हि अतिष्णधातुद्वाम् इति सूत्रम् आगत्य उवङ् आदेशः भवति, अनन्तरं चि इति यत्र असंयोगपूर्व उकारः अस्ति तादृश अङ्गस्य उष्णोः सार्वधातुके इति, अनन्तरं पुनः अपवाद अतिष्णधातुद्वां योरिवङ्गौ इत्यस्य अपवादसूत्रमस्ति उष्णोः सार्वधातुके इति, किन्तु तनादिगणे तु अचिष्णु धातुध्रुवं युवरिङ्गो इत्यस्य एव प्रसक्तिः नास्ति, तर्हि पुनः तस्य अपवादसूत्रस्य का आवश्यकता खलु, अतः कृष्णुः सर्वदात्के इत्यस्य कार्यं न भवति, इको एणचि इत्यनेन एव एणादेशः भवति, अतः कृष्णुः सर्वदात्के इत्यस्य कार्यं न भवति इति कारक्षः, धन्यवादः भगिनि, हेमा भगिनि आं भगिनी पठामि, अत्र किमर्थं स्थलद्वये संयोगपूर्वाङ्गधातुरूपेभ्यः असंयोगपूर्वाङ्गरूपाणि भिद्यन्ते, कस्यापि तनादिगणीयः धातोः अङ्गम् उकारान्तं भवति किल, ऋण्योगः उ गुणः अर्णु इति अङ्गं निष्पन्नं, तन्योगः उ तनु इति अङ्गम्, अनयोः अङ्गयोः भेदः कः, अर्णु इति अङ्गे उकारात् प्राक् संयोगः अस्ति, हलोन्तराः संयोगः इत्यनेन द्वयोः हल् वर्णयोः मध्ये स्वरः नास्ति चेत् तयोः संयोगसंज्ञा भवति, ध्वनिः भवति वा भगिनि? अजिर् अव्यवहिता हलः संयोगसंज्ञा स्युः, तर्हि अर्णु इति अङ्गे ऋण इति संयोगः अस्ति, अत्र विषयः एवम् अस्ति, तनादिघणीयधातुः अपि उकारान्तं भवति यदा स्वादिघण इव, अत्र ऋण् इति स्वीकुर्मः चेत् ऋण्योगः उविकरणप्रत्ययः योजनेन गुणः भूत्वा अर् इति भवति, ऋकारस्य स्थाने अकारः आगत्य उरण्ड्रपरः अनेन अर् इति भूत्वा अर्णियोगः उ अर्णु इति अङ्गं निष्पन्नं, तन् अपि तन्योगः केवलं मेलनमेव अत्र गुणः न भवति, तत्र तनु इति अङ्गं भवति, अत्र अनयोः मध्ये भेदः कः इति अस्ति, एकं तु संयोगः अस्ति तत्र यत्र अर्णु इति अस्ति तत्र रेफः अपि च नकारस्य हल् वर्णाः द्वयमस्ति यस्य मध्ये स्वरः एव नास्ति इति, तर्हि अज्भिर् अव्यवहिता हलः तत् संयोगसंज्ञा भवति इति कारणेन तत्र संयोगपूर्वकः अस्ति, अङ्गं तु संयोगपूर्वक उकारान्तः अस्ति, तन्योगः तनु तत्र तु असंयोगम् अस्ति, भगिनि एकः प्रश्नः, वयं विकरणप्रत्ययः इति वदामः किल, तत् केवलं दशगणानां कृते ये विकरणप्रत्ययाः आगच्छन्ति ते एव विकरणप्रत्ययाः वा, नो चेत् अन्ये अपि विकरणप्रत्ययाः भवन्ति वा? गणमनुसृत्य यत् आगच्छति तदेव विकरणप्रत्ययः इति वा? अन्ये केवलं अन्ये प्रत्ययाः इति प्रत्ययाः एव किल, कृत्प्रत्ययाः किं प्रत्ययाः इति भिन्ननामानि सन्ति, तथा खलु महोदय, अनन्तरं यत्र मध्ये पुनः स्य इति अपि प्रत्ययः आगच्छति तस्य किमपि नाम अस्ति वा यत्र लृत्वकारस्य कृते? तत् अहं न जानामि, तस्य पुनः अन्यत् नाम अस्ति वा इति न जाने, किन्तु विकरणप्रत्ययः इत्युक्ते यत् गणमनुसृत्य तदेव खलु महोदय सुब्रह्मण्य महोदय, तथा ममपि अवगमनं तथा एव अस्ति भगिनि, किमर्थम् इत्युक्ते विकरण इति पदव्युत्पत्तिः कथम् आयाति इति चिन्तितवती. तर्हि अर्णु इति अङ्गे ऋण इति संयोगः अस्ति. त्रिषु धातुषु ऋण् घृण् वृण् एवं भवति, यतः तेषु उपधायां ऋकारः अस्ति. उविकरणस्य प्रभावेन गुणः भवति सार्वधातुक अर्धधातुकयोः अनेन. अपि च ऋकारस्य गुणः अर् अस्ति, अनेन गुणेन रेफस्य धात्वान्ते हला सह संयोगः भवति. ऋण्योगः उ गुणः भूत्वा अर्णु इति अङ्गं भवति. अवशिष्टेषु षट्सु धातुषु उपधायां ऋकारः नास्ति, अतः गुणः अस्ति चेतपि क्षिण्योगः उ क्षेणु इति संयोगः नैव उत्पन्नः. तत्र पुगन्तलघुपदस्य अनेन क्षिण् क्षेणु इति भवति. यत्र गुणः न भवति तन्योगः उ तनु, तत्रापि संयोगः नास्ति एव. अङ्गान्तात् उकारात् प्राक् संयोगः अस्ति चेत् सः संयोगपूर्वः उकारः, अङ्गान्तात् उकारात् प्राक् संयोगः नास्ति तर्हि असंयोगपूर्वः उकारः इति भेदमस्ति. अत्र प्रथमभेदः परस्मैपदे लोटि मध्यमपुरुष ऐकवचने सेरिह पिच्च इत्यनेन सीस्थाने हि आदेशः. तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतो हेः इत्यनेन हि लोपः. वद योगः हि वद. अङ्गम् अनदन्तं चेत् हि लोपः न. शक्नु योगः हि शक्नुहि. अर्णु योगः हि अर्णुहि. परन्तु उकारान्ताङ्गं चेत् अपि च अन्त्यः उकारः असंयोगपूर्वः चेत् तर्हि अत्र अङ्गम् अनदन्तं प्रति अपि हि लोपः भवति. सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम्. अपवादे अजन्तधातुभ्यः हि लोपः. चिनुयोगः हि चिनु. तनादिगणे सर्वे नवापि हलन्तः, किन्तु तेषु नवसु षण्णाम् अन्त्यः उकारः असंयोगपूर्वः, अतः हि लोपो भवति. तनुयोगः हि तनु. अत्र संयोग असंयोगपूर्व धात्वाङ्गविषये या भेदद्वयमस्ति इति, तनादिगणे भेदद्वयमस्ति इति वयं जानीमः. इदानीम् अत्र प्रथमभेदः कः इति चर्चयामः. अत्र परस्मैपदी लोट्लकारे मध्यमपुरुष एकवचने अत्र हि इति सिद्धतिङ् प्रत्ययः अस्ति. सूत्रमस्ति अत्र सेरिह पिच्च इति. अत्र सि स्थाने हि आदेशः भवति, स च हि अपि तपि अस्ति इति तस्य अर्थम्. अत्र तदनन्तरं यदि अङ्गम् अदन्तमस्ति चेत् तर्हि अतो हे इत्यनेन हि इत्यस्य लोपः भवति. यथा उदाहरणं दत्तमस्ति अत्र वद. अत्र अङ्गम् अदन्त अङ्गमस्ति वद. वदयोगः हि अत्र अतो हे इत्यनेन हि प्रत्ययस्य तिङ्प्रत्यय सिद्धतिङ्प्रत्ययस्य लोपः भूत्वा वद इति मध्यमपुरुष एकवचन परस्मैपदी लोटि तिङ्गन्तपदमस्ति. अङ्गम् अनदन्तं चेत् हि लोपः न भवति. यथा स्वादिगणे शक्नु योगः हि अस्ति, शक्नुहि भवति. तथा एव तनादिगणे अर्णुयोगः हि अर्णुः भवति. परन्तु अङ्गम् उकारान्त अङ्गम् अस्ति चेत् अपि च अत्र यः उकारः अन्ते अस्ति तद् उकारः सः उकारः यदि असंयोगपूर्वः अस्ति तर्हि तद तस्मिन् समये अपि अत्र यथा यद्यपि अङ्गम् अनदन्तम् अस्ति तथापि अत्र हि लोपः भवति इति अत्र नियमः अस्ति. अत्र उतश्च प्रत्ययात् असंयोगपूर्वात् इति सूत्रेण तथा भवति. अत्र अत्र सारांशः अस्ति सामान्यत्वेन अत्र स्वादिगणे अपि च तनादिगणे यदि स्वादिगणे हलन्तधातुः अस् एकनिमिषः भगिनि स्वादिगणे हलन्तधातुभ्यः हि तिष्ठति यथा सामान्यम्. अत्र यथा उदाहरणं दृष्टवन्तः अत्र शक्नु इति तत्तु हलन्तधातुः अस्ति शक् इति नु इति श्नु इति विकरणप्रत्ययः अत्र शक्नु इति अङ्गमस्ति. अत्र धातुः हलन्तधातुः अस्ति अत्र हि इति तिष्ठति तत्तु सामान्यमस्ति. किमर्थं चेत् हि इति सिद्धतिङ् प्रत्ययः अस्ति शेर्ह्य पिच्च इति सूत्रेण. परन्तु अपवादत्वेन यदि धातुः अजन्तधातुः अस्ति यथा चि इति धातुः अस्ति चि चिनु इति अङ्गमस्ति चिनुयोगः हि अत्र हि इत्यस्य लोपः भवति. अत्र उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन अत्र इदानीं तनादिगणे नवधातवः हलन्तधातवः परन्तु तेषु नवसु तेषु नवधातवः यदि परिशीलयिष्यामः अन्त्ये उकारः यः अस्ति तत् उकारः सः उकारः तु असंयोगपूर्वः उकारः अस्ति. यथा तनु इति नयामः अत्र उकारात् पूर्वं यः हल् वर्णः अस्ति तत्तु असंयोगपूर्व असंयोग वर्णः अत्र संयोगः किमपि नास्ति. तत्कारणात् अत्र तनुयोगः हि हि लोपं भूत्वा लोपः भूत्वा तनु एव भवति. अत्र अत्र केवलं धातुत्रयं यत्र उपधायां ऋकारः अस्ति तेषां मध्यमपुरुष एकवचने हि लोपः न भवति यथास्थानं तिष्ठति. अत्र उपधायां ऋक रेपः नास्ति उपधायाः यत् वर्णः अस्ति तस्य उपधायां ऋक रेपः खलु. भगिनि एकः सन्देहः अस्ति अत्र दत्तं हलन्त नवापि हलन्तः किन्तु तेषु नवसु षण्णाम् अन्त्ये उकारः असंयोगपूर्वः बाकि चत्वारः हलन्तदातवः दातः अपि असंयोगपूर्वः किल. एकमस्ति कृ धातुः तत् भिन्नरूपेण वयं पश्यामः विशेषधातुः अस्ति किन्तु तर्हि कृतातुं विहाय नवधातवः तर्हि नवधातुषु षण्णाम् असंयोगपूर्व उकारः अस्ति तर्हि लोपः भवति हि लोपः भवति. यत्र संयोगपूर्व उकारः अस्ति चेत् हि लोपः न भवति. अत्र अर्णु इति अस्ति अर्णु हि इति एव तिष्ठति. चिन् घृन् वृन् त्रीणि दातवः त्रयः दातवः अपि असंयोगपूर्व किल एकनिमिषं भगिनि दातु पश्यामि किं वदतु आम् अर्ण् गर्ण् वर्ण किम् अस्ति चिन् इति स्वादिगणे अस्ति नो चिन् दातु अपि असंयोगपूर्वः वा संयोगपूर्वः वा चिन् चिन् सत्यं चिन् इति चिनु इति अस्ति चिन् इति दातु चिनु इति अङ्गमस्ति खलु अङ्गमपि असंयोगपूर्वः किल असंयोगपूर्व चिनु इति एतत्तु स्वादिगणीयदातुः अस्ति चिनु इति अत्र चिनु योगः हि आयाति किल चिनु योगः हि चिनु इत्येव तिष्ठति स्वादिगणे अपि तथा एव समान सूत्रमस्ति एतदेव सूत्रमस्ति तत्रापि असंयोगपूर्व उकारः अस्ति अतः लोपः भवति चिनु इति एव अस्ति रूपं चिनुः इति नाम भवति मम प्रश्नः अत्र षण्णां धातुः एव दत्तमस्ति किल एकनिमिषं भगिनि एत यथा एतत् पठति वा किञ्चित् तर्हि तत्र यथा स्वादिगणे तनादिगणे इति यदा वयं वर्गम् आरम्भं कृतवन्तः तत् पठति वा तत्र असंयोग यथा स्वादिगणे यथा स्वादिगणे यथा स्वादिगणे तनादिगणे अपि संयोगपूर्व अङ्गानि सामान्यानि शक्नु इव अर्णु घर्णु वर्णु संयोगपूर्वम् इति त्रयः एव दातवः धातूनाम् अङ्गानां उकारः अस्ति अर्णु वर्णु इति वर्णु बाकि अनन्तरं षण्णाम् असंयोगपूर्वः अस्ति चिनु इव तनु क्षणु तनु मनु वनु क्षेणु इति षण्णाम् असंयोगपूर्व उकारः अस्ति तदेव अत्रापि लिखितमस्ति अस्तु भगिनि अस्तु अवगतम् धन्यवादः तर्हि भगिनी एव पठति वा सूत्रं पठति वा उतस्य प्रत्यासादि असंयोगपूर्वस्य पठति वा आम् उतस्य प्रत्ययादसंयोगपूर्वात् प्रत्ययावयव उकारात् प्राक् संयोगः नास्ति चेत् परस्य हि प्रत्ययस्य लुक् लोपः भवति न विद्यते पूर्वः संयोगः यस्मात् सः अङ्गस्य अनुवृत्तिसहितसूत्रम् अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हे लुक् उतश्च प्रत्यय अवयव उकारात् प्राक् संयोगः नास्ति चेत् इत्युक्ते प्रत्यय अवयः उकारात् इत्युक्ते उदाहरणं यदि अहं चिनु उदाहरणं तनु तनु वयं इति प्रत्ययस्य उकारः अस्ति खलु तत् प्रत्यय अवयवः खलु तद् उकारः प्रत्यय अवयव उकारः अस्ति साक्षात् वर्णः इति एव नास्ति उ इति प्रत्ययः आसीत् तर्हि प्रत्यय अवयव उकारः अस्ति उकारः तादृश उकारः तस्य प्राक् तस्य तस्मात् पूर्वं संयोगः अस्ति वा तनु इत्यस्मिन् न संयोगः नास्ति तर्हि परयच्छि आगच्छति तस्य लुक् भवति ओ हि प्रत्ययस्य लुक् लोभः भवति अस्तु न लुक् लुक् इत्युक्ते लोपः लुक् लोपः इव किन्तु लोपः लुक् द्वौपि समानमस्ति किन्तु यत्र लुक् भवति तर्हि तस्य प्रत्ययलोपे प्रत्ययलक्षणम् इति लक्षणमपि न तिष्ठति किमपि कार्यं न भवति तदनुसृत्य किमपि कार्यम् आसीत् चेत् तद् सर्वं न भवति एव ओ अदादिगण इव अस्तु लुक् लोपः भवति न विद्यते पूर्वः संयोगः यस्मात् सः असंयोगपूर्वः बहुव्रीहि तस्मात् असंयोगपूर्वात् अस्तु अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हे हे लुक् अनुवृत्तिसहितसूत्रम् अग्रे पठामि वा द्वितीयभेदः कलादि अपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः यत्र संयोगपूर्वम् उकारान्तम् अङ्गम् अस्ति तत्र अस्य नियमस्य पालनं सर्वत्र यत्र अङ्गम् असंयोगपूर्वम् उकारान्तम् अस्ति तत्र हलादि अपित् प्रत्ययः मकारादि वकारादि वा चेत् तर्हि विकल्पेन अङ्गात् अङ्कान्तस्य उकारस्य लोपः भवति तनु योगः वः तन्वः अथवा तनुवः हलादि अपित्सु किमपि कार्यं नास्ति इति वयं पठितवन्तः यत्र संयोगपूर्व उकारान्त अङ्गम् अस्ति चेत् तत्रापि नियमस्य पालनं भवति यत्र अङ्गम् असंयोगपूर्वम् उकारान्तम् अस्ति चेत् तत्र कलादि अपि अङ्गस्य मकार अथवा वकारवर्णः अस्ति चेत् तर्हि विकल्पेन अङ्ग अन्तस्य उकारस्य लोपः भवति तनुयोगः वः तन्वः अथवा तनुवः तद्भेदमपि पूर्वं वयं दृष्टवन्तः स्वादिगणे एव तथा एव भगिनी अग्रिम सूत्रं पठति वा अहं लोपश्चास्यां प्रथमवाक्यम् अनन्तरम् अनुवृत्तिसहितसूत्रं तावदेव पर्याप्तम् असंयोगपूर्वस्य प्रत्ययावयव उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे येन विधिष्ठन्तस्य इत्यनेन पर्याप्तं भगिनि पूर्णसूत्रं न पठनीयं किमर्थमित्युक्ते पूर्वं दृष्टवन्तः खलु तर्हि सूत्रम् अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च वोः अन्यतरस्याम् अत्र विवरणं कर्तुं बहु सम्यक् न जानामि चिन्ता भगिनी तर्हि यत्र प्रत्ययवयवः उकारः अस्ति तादृश उकार असंयोगपूर्व उकारः अस्ति चेत् तादृश उकारस्य लोपः विकल्पेन लोपः भवति कदा भवति वकारादि मकारादि प्रत्यये परे इति भगिनी अग्रे पुष्पा भगिनी अग्रे अपि पठति वा सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत् अपि च उकारात् प्राक् संयोगः नास्ति चेत् अपि च परे मकारादि वकारादि च प्रत्ययः अस्ति चेत् तर्हि उकारस्य लोपः भवति विकल्पेन तदेव इदानीं दृष्टवन्तः खलु अस्तु भगिनि चतुर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि सर्वप्रथमं धातोः अङ्गं संयोगपूर्वम् उकारान्तम् असंयोगपूर्वम् उकारान्तं वा इति जानातु तदा सर्वत्र अस्माकं चिन्तनक्रमः एवं तिङ् प्रत्ययः पित्वा अपित्वा, तिङ् प्रत्ययः अजादिः वा हलादिः वा. इदानीं वयं चतुर्णां लकाराणां कृते कथं तिङन्तरूपाणि साधनीयानि इति पश्यामः चेत्, प्रथमं वयं अङ्गं संयोगपूर्वक उकारान्तः अस्ति वा असंयोगपूर्वकम् उकारान्तः अस्ति वा इति द्रष्टव्यं. तदनन्तरं प्रथमं तिङ्प्रत्ययः यदस्ति तद् पित् वा अपित्वा इति गुणकार्यस्य कृते वा किं करणीयम् इति, तदनन्तरं यत् प्रत्ययः तत् अजादिः वा हलादिः वा इति द्रष्टव्यम्. अनयोः प्रश्नयोः यदि वयम् उत्तरं जानीमः चेत् सर्वाणि रूपाणि वयं साधयितुं शक्नुमः इति. अनयोः प्रश्नयोः उत्तरं जानीमः चेत् तर्हि सर्वाणि रूपाणि जानीमः एव. अधुना एकवारम् अधस्थानि उदाहरणानि अवलोकन्ताम्, तदा अनदन्त अङ्गानां सिद्धतिङ्गप्रत्ययान् पुरतः स्थापयित्वा रुण् तन् परस्मैपदे, ऋण् तन् आत्मनेपदे इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु इति. अग्रे पठामि वा महोदय. परस्मैपदे यदि वयं स्वीकुर्मः, अत्र रुण् तन् इति उभयपदी धातवः स्वीकृत्य इदानीं पश्यामः. परस्मैपदे सिद्धतिङ्प्रत्ययाः अत्र अस्ति, सीतः अन्ति सीतः त मी वहमः इति. यत् स्थूलाक्षरैः सन्ति ते सर्वे पितः अस्ति, पितः सन्ति. इदानीं संयोगपूर्व पूर्वाङ्गधातु ऋण् धातुः स्वीकुर्मः. ऋण् इति उकारस्य विकरणप्रत्यययोजनेन अपि च गुणकार्यं भूत्वा अरुणु इति अङ्गं निष्पन्नं वयं पूर्वमेव परिशीलितवन्तः. ऋण्योगः उपधायां लघु गुणः अरुणु इति अङ्गम्, अधः सर्वत्र अरुणु इति अङ्गं स्वीकृत्य कार्यं पश्यामः. अरुणुयोगः ति, अत्र ति तु तिप् अस्ति, तिप् पित्वम् अपि अस्ति अपि च हलादि अपि अस्ति, अतः पित्वेन तत्र गुणकार्यं सम्भवति सार्वधातुक अर्धधातुकयोः अनेन अरुणु अरुणो इति भवति. अरुणोयोगः ति अरुणोति इति रूपं निष्पन्नं. हलादि अस्ति अति इति तत्र अन्यत् किमपि सन्धिकार्यं न भवति, केवलम् अरुणोयोगः ति अरुणोति इति मेलनमेव भवति. अग्रे अपि वदामि वा? अरुणुयोगः तः, सः तु हलादि अपित् अस्ति, अपित् कारणेन तत्र गुणकार्यं न भवति, केवलं मेलनमेव. अरुणुयोगः तः अरुणुतः इति रूपं भवति. प्रथमपुरुष बहुवचने अरुणुयोगः अन्ति, अन्ति तु अजादि अपित् अस्ति, अतः अजादि अपित् कारणेन तत्र गुणकार्यः न सम्भवति. अरुणुयोगः अन्ति इदानीम् ऊयोगः अ इक्वर्णस्य परे अचि अस्ति, अतः अत्र इकोयणचि सूत्रस्य प्रसक्तिः भवति. उकारस्य स्थाने वकारादेशः भवति. अर्णवन्ति सुब्रह्मण्य महोदय अग्रिम मध्यमपुरुषस्य रूपं वदति. भगिनि इदानीम् अत्र मध्यमपुरुषे एकवचनं तिङन्त सिद्धतिङ् प्रत्ययः सि अस्ति, अरुणुयोगः सि. इदानीम् अत्र सि इति तिप् सि इति हलादि पित् अस्ति, तत्कारणात् अङ्गे अङ्गान्ते यः उकारः अस्ति तस्य गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन अरुणो इति भवति. अरुणोयोगः सि. इदानीम् अत्र यः सि अस्ति अत्र सकारः पदान्ते नास्ति, तस्मात् पूर्वम् ओकारः अस्ति, तत्तु इन् प्रत्याहारे अस्ति, तत्कारणात् अत्र आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने मूर्धन्य षकारः आदेशः भवति, अरुणो योगः शि अरुणो शि इति मध्यमपुरुष एकवचन तिङन्त आदेशरूपी वा प्रति अवयवः वा भवेत्, नो चेत् सकारस्य न भवति अत्र सि इति प्रत्यये अस्ति खलु, तत्कारणात् अत्र एकवारं वदतु महोदय, सि इति प्रत्ययः अस्ति, तस्मिन् प्रत्यये सकारः यः अस्ति तत्तु पदान्ते नास्ति, तस्मात् पूर्वं अर्णो इत्यस्मिन् ओकारः अपि अस्ति, तत्कारणात् तत्तु इन् प्रत्याहारे अस्ति, तत्कारणात् तत्र सकारस्य स्थाने मूर्धन्य षकारः आदेशः भवति, तत् अर्णो योगः षि वर्णमेलनेन अर्णोषि इति भवति आदेशप्रत्ययोः इत्यनेन भगिनी आदेशप्रत्यययोः इत्यनेन भगिनी अत्र एकमपि वक्तु, इन् प्रत्याहारे के के वर्गाः सन्ति इत्युक्ते ऐ उन् इ उ एव अस्ति किल? नास्ति भगिनि, अत्र महोदयेन अत्र पूर्णतया दत्तमस्ति, इन् प्रत्याहारे इमे वर्णः अन्तर्भूतः इ उ लृ ए ओ ऐ औ हयवर तत्र लण् पर्यन्तम् इति तदपि अत्र वक्तव्यमिति. धन्यवादः विवरणमस्ति खलु भगिनि, मम कृते अपि समीचीनमस्ति. अरुणुयोगः तः तः इति हलादि अपित् अस्ति, तत्कारणात् तत्र कोऽपि कार्यं न भवति, वर्णमेलनमेव अर्णुत्थः इति भवति. अर्णुयोगः थ तत्रापि हलादि अपित् अस्ति, तत्कारणात् कोऽपि कार्यं न भवति, वर्णमेलनमेव अर्णुत्थ इति रूपं निष्पन्नं भवति. अर्णुयोगः मि मिप् पित् अस्ति, अतः गुणकार्यं भवति सार्वधातुक अर्थधातुको य इत्यनेन, अतः उकारस्य स्थाने ओकारः भवति, अर्ण अर्ण योग अर्णोमि इति क्रियापदं निष्पन्नं. अर्णुयोगः वः अत्र हलादि अपित् अस्ति, अतः गुणकार्यं न भवति, अतः अर्णवः अर्ण वकारस्य स्थाने अतः यण् आदेशः भवति, अर्णो उकारः अत्र कुत्र भवति, केन सूत्रेण भवति यण् आदेशः? इको एनचि इति सूत्रेण एव भवति. अत्र इको एनचि इत्यस्य निमित्तं किम्? पूर्वम् इक् स्यात् अनन्तरम् अचि परे, अत्र अचि अस्ति वा, वकारः अचि अस्ति वा? अतः न भवति, न भवति, क्षम्यतां, न भवति, अतः अर्णुवः एव भवति वा? तर्हि अत्रापि अत्र लोपः भवति वा? उकारस्य लोपः वकारमकारस्य लोपस्य अन्यत्र समूह इति उकारस्य लोपः भवति वा? अर्णवः अतः अर्णवः इति भवति. किमर्थम् इत्युक्ते वकारादि मकारादि प्रत्यये परे परम् आयाति चेत् उकारस्य लोपः विकल्पेन भवति किल? सूत्रस्य निमित्तं किम्? असंयोगपूर्वस्य उकारः इति अस्ति, अवयव उकारः इति, अत्र संयोगः अस्ति वा असंयोगः अस्ति वा? असंयोगः अस्ति, नकारः रेपः संयोगः अस्ति कलादिवर्णः अतः अत्र लोपः न भवति. अर्णुयोगः वा अर्णुवः इति क्रियापदम् इति अहं चिन्तयामि. अर्णुयोगः मः अपि तावदेव अर्णुमः. धन्यवादः भगिनि. पुष्पा भगिनि लोट्लकारं वदति वा? किं भगिनि? लोट्लकारे रूपाणि वदति वा? लोट्लकारे एकनिमिषः भगिनि. अर्णुयोगः तु हलादिपित् अस्ति, गुणकार्यं करोति इकोणचि भागः. तत्तु अर्णोतु अस्ति. गुणकार्यं केन सूत्रेण? इकोणचि गुणकार्यं गुणकार्यं सार्वदात्क सार्वदात्तक आर्धदात्कयोः इति सूत्रेण. अस्तु भगिनि. अनन्त तात् तु अर्णु तात् तत्तु हलादि अपित् हल अपित् न पित् अस्ति. तात् तु अपित् नास्ति. तत्तु अत्र राजी भगिनी जानाति वा तत्र कार्यं कथम्? अत्र तात् तातङ्ग् आशिष्य अन्यतरस्याम् इति इत्यनेन तात् तातङ्ग् इति ङित् अस्ति खलु, तातङ्ग् अस्ति अतः गुणकार्यं न भवति, गुणकार्यं न भवति. अतः अर्णुयोगः तात् अर्णुतात् इति इत्येव आगच्छति इति अहं चिन्तयामि. तां तु तथैव अस्ति न? ताम् इति पित् अस्ति वा अपित् अस्ति वा? अपित् अस्ति. तर्हि गुणकार्यं न भवति. अपित् केन सूत्रेण गुणकार्यं न भवति? सार्वधातुकम् अपित् इत्यनेन निद्वद् भवति, अनन्तरम् इति च इत्यनेन गुणनिषेधं. तर्हि अर्णुताम् इति अन्त तु तत्र पित्वा पित्वा अपित् अपित् अस्ति. गुणकार्यं भवति वा? अजादिगणः अजादि सिद्धितिङ् प्रत्ययः. किं किं पृष्टवान्? गुणकार्यं भवति वा? गुणकार्यं नास्ति. गुणकार्यं नास्ति. तत्तु उकारः अस्ति न, विकरणप्रत्ययः उकारः अस्ति. तत्तु उतश्च न अत्र अन्तु इति अस्ति. उतश्च इति हि लोपः खलु, अत्र तु हि इति प्रत्ययस्य परे अस्ति इति उतश्च. तत्तु उतश्च प्रत्ययात् योगः कुर्वन्ति. अत्र अरुणुयोगः अन्तु इति अस्ति, गुणकार्यं न भवति. तर्हि अरुणुयोगः अन्तु वर्णमेलनम् अत्र सन्धिकार्यं भवति खलु? सन्धिकार्यं किं भवति? वर्णमेलनं नास्ति, सन्धिकार्यं किं भवति? अर्णुवन्ति. अर्णुवन्ति न अर्णव यण्णादेशः भवति खलु, इको एणचि इत्यनेन यण्णादेशः. इको एणचि अर्णवन्ति अर्णवन्ति अर्णवन्तु अर्णवन्तु. धन्यवादः भगिनि. भगिनी पूरयति वा? आं भगिनि, अर्णुयोगः इदानीं हि अस्ति, यतोहि संयोगपूर्वकः अस्ति, हि तथैव तिष्ठति इति कारणेन अर्णुयोगः हि अर्णुहि इति रूपम् अस्ति. अग्रे अर्णुयोगः तं, तं तु हलादि अपित् अस्ति, अतः केवलं मेलनम् अर्णुतम् इति रूपं, समानतया अर्णुत इति भवति. तत् अर्णुतात् पूर्वमपि दृष्टवन्तः, तातङ्ित्व तनेन सार्वधातुमपि कारणेन तत्र गुणः न भवति, केवलं मेलनम् अर्णुतात् इति रूपं भवति. अग्रे अस्ति अर्णुयोगः आनि, अर्णुयोगः आनि अत्र गुणकार्यं सम्भवति, यतोहि लोट्लकारे आट् उत्तमस्य पिच्च, अपि च मिप् अस्ति इति पित्वं भवति, तत्र अर्णो योगः आनि इति भवति. इदानीं एचो यवायवः अनेन अवादेशः भूत्वा अर्णवाणि इति रूपम् आगच्छति. अग्रे अस्ति समानतया अर्णवाव अर्णवाम इति रूपाणि निष्पन्नानि. तत्र उकारस्य लोपः तु भवति केवलम् असंयोगपूर्वाङ्गे, अत्र तु संयोगपूर्वाङ्गः अस्ति, अतः तस्य प्रसक्तिः नास्ति भगिनि. सुब्रह्मण्य महोदय, अग्रिम लङ्लकारस्य रूपाणि वदतु. लङ्लकारः अत्र अङ्गम् इदानीं तु अर्णु अस्ति, लङ्लकारे अत्र आडजादीनाम् इति सूत्रेण अकारस्य अजादि अङ्गस्य प्राक् आकारः आगच्छति, अनन्तरम् आटश्चेत्यनेन वृद्धिः भवति. अत्र आकारस्य वृद्धिः तु आकारः एव, तत्कारणात् अत्र लङ्लकारे अङ्गम् आर्णु इति भवति. अनन्तरम् आर्णुयोगः तकारः, अत्र तकारः अह्लादि पित् अस्ति, तत्कारणात् सार्वधातुक अर्धधातुकयोः इत्यनेन उकारस्य गुणः भूत्वा ओकारः भवति. आर्णोत् इति प्रथमपुरुष एकवचनम्. अनन्तरम् आर्णुयोगः तां, तां हलादि अपित् अस्ति, अत्र केवलं वर्णमेलनमेव, आर्णुताम्. अनन्तरम् आर्णुयोगः अन्, अन् अजादि अपित् अस्ति, तत्कारणात् तत्र इको इनचि इत्यस्य प्रसक्तिः इदानीं अत्र उकारस्य स्थाने वकारः, अतः आर्णवन् आर्णवन् इति प्रथमपुरुष बहुवचन तिङन्तपदम्. अग्रे अपि करोमि महोदय, एकवारम् अकार आकार किं भवति विवरणं करोतु. अत्र अत्र लङ्लकारे प्रथमम् अत्र लुङ् लङ् लृङ्क्ष्व डुदात्तः इत्यनेन अङ्गस्य अट् लुङ् लङ् लृङ्क्षु भवति, तत्तु लङ् अस्ति, तत्कारणात् अत्र अकारः अङ्गस्य पूर्वम् आगच्छति. परन्तु अत्र आर्णु इत्यस्मात् अत्र अजादिः अस्ति, तत्कारणात् अत्र आडजादीनाम् इत्यस्य प्रसक्तिः, तस्य कार्यमपि भवति, तत्कारणात् अत्र आयोगः आर्णु अर्णु इति भवति. अनन्तरम् आटश्च इत्यनेन आकारस्य वृद्धिः भूत्वा तस्य वृद्धिः अपि आकारः एव अस्ति, तत्कारणात् आर्णु इति लङ्लकारे अङ्गं भवति. मध्यमपुरुष आर्णु योगः सकारः, अत्र सकारः तु अत्र तत्तु हलादिप्त अस्ति, तत्कारणात् उकारस्य गुणः भवति सार्वधातुकार्धधातुकयोः इत्यनेन आर्णो योगः सकारः. इदानीम् अत्र स्वसजुषो रुः इत्यनेन सकारस्य स्थाने रेपः आगच्छति, अनन्तरं खरवसानयोर्विसर्जनीयः इत्यनेन अत्र विसर्गः आगच्छति, तत्कारणात् अत्र आर्णोः इति भवति. अत्र आदेशप्रत्यययोः इत्यस्य प्रसक्तिः न भवति, किमर्थं चेत् अत्र सकारः यः अस्ति तत्तु अपदान्तः सकारः नास्ति, यद्यपि सकारः प्रत्यय अवयवे अस्ति परन्तु सकारः अत्र अपदान्ते नास्ति, तत्कारणात् तस्य प्रसक्तिः न भवति अत्र आर्णोः इति रूपम्. आर्णुयोगः तम् अत्र तम् इति हलादि अपि तस्ति, तत्कारणात् अत्र केवलं वर्णमेलनमेव आर्णुतम्, तथा एव आर्णुयोगः त आर्णुत इति मध्यमपुरुष बहुवचनरूपम्. नो चेत् अस्तु राजी भगिनी उत्तमपुरुषरूपं उत्तमपुरुष अर्णुयोगः अम् अत्र द लङि द लुङ् लङ् लङ् वक्षु इति अह अम् आं भवति अत्र लुङ्क्षु अडुदातः इत्यनेन अकारः पूर्वम् आयाति साधारणतया लङ् लङ् लकारे, किन्तु अत्र आडजादीनाम् इत्यनेन आकारः आदौ आगच्छति. यत्र आकारः अस्ति आदौ तत्र आतश्य इत्यनेन वृद्धिः भवति, गुणं न भवति, किन्तु अत्र गुणस्य प्रसक्तिः नास्ति अतः आतश्यस्य आवश्यकता अपि नास्ति. किमर्थम् इत्युक्ते अकारः अस्ति सवर्णः अस्ति अतः आकारः योगः अकारः आकारः एव तिष्ठति, अतः आतश्य इत्यस्य कार्यम् अत्र नास्ति. खलु यत्र गुणं भवति तत्र एव वृद्धिः इत्यस्य आतश्य इति कार्यं भवति. आकारः आर्णुः आर्णुयोगः अम् आर्णवम् इति भवति, अम् इति पित् अस्ति वा अपित् अस्ति वा? अम् अपित् अस्ति अपित् वा पुनः चिन्तयतु भगिनि, अम् पित् अस्ति अतः गुणं भवति आर्णो योगः अम् आर्णो आर्णोम् इति भवति इति अहं चिन्तयामि. आर्णो योगः अम् अधुना किं सूत्रं कार्यं करोति? अनन्तरम् अचिवर्णः परे अस्ति चेत् अचिवर्णः अचिवर्णः आर्णो आर्णो वम् एचोय इकोयनस्य कार्यं करोति वा? न इकप्रत्याहारे पूर्वमस्ति चेदेव अत्र तु ओकारः अस्ति अतः येचो अयावयावः कार्यं करोति इति अहं चिन्तयामि. आर्णो योगः अम् आर्णो आरणवम् इति आगच्छति. अर्णुयोगः वा तस्य वकारं पित् नास्ति अतः कोऽपि गुणः याव गुणः न भवति, अतः अर्णुयोगः वा आर्णुव आर्णव. अत्र लोपस्य अन्यतरस्य मोः इत्यस्य इत्यनेन उकारस्य लोपः भवति वा? न असंयोगपूर्व न भवति तथा एव आर्णयोगः मा आर्णम. अस्तु अस्तु भगिनि, धन्यवादः भगिनि. पुष्पा भगिनी विधिलिङ्ग् वदति वा? आम् यात्तु सर्व नव नवषु यकार याति तत्तु अपि अस्ति तद्विषयात् अर्णुयात् किमपि कार्यं नास्ति खलु अर्णुयात् कोऽपि कार्यं नास्ति अर्णुयात् अर्णुयाताम् अर्णीयुः अर्णुयाः अर्णुयाताम् अर्णुयात अर्णुयाम् अर्णुयाव अर्णुयाम धन्यवादः हेमा भगिनी अग्रे तनु इत्यस्य कार्यं कृते वदति वा लटि तनु इति वा आं भगिनि तनुयोगः कि अत्र गुणकार्यं भूत्वा तनोति इति रूपम् आगच्छति तत् तिक्तु पित्वमस्ति अपि च हलादिपित् अस्ति इति अग्रे तनुयोगः तः हलादि अपित् अस्ति केवलं मेलनं भवति तनुतः इति तनुयोगः अन्ति अत्र अत्र इकोयणाचि कार्यं करोति उकारस्य अकारस्य मेलनेन तत्र वकारः आगच्छति तन्वन्ति इति रूपम् आगच्छति समीचीनं वा भगिनि यणादेशः भवति तत्र संयोगपूर्वकः तस्य किमपि तनुयोगः अस्ति अत्र सार्वधातुकार्धधातुकयोः अनेन उकारस्य उकारं भूत्वा तनोयोगः सि इदानीम् अपदान्तः अस्ति अपि च पूर्वम् इक् वर्णः अस्ति अतः तत्र सकारः मूर्धन्यषकारः भूत्वा तनोषि इति रूपं भवति परन्तु सूत्रे कुत्रापि इन् वर्णस्य विवरणं नास्ति किल भगिनि लण् पर्यन्तं स्वीकरणीयमिति नास्ति किल तनुयोगः तः केवलं मेलनमेव भवति हलादि अपि तस्ति इति तनुतः समानतया तनुयोगः त तनुथ इति भवति तनुयोगः मि अत्र सार्वधातुकार्धधातुकयोः अनेन गुणकार्यं भूत्वा तनोमि इति रूपं भवति तनुयोगः वः तनुयोगः मः अत्र संयोगपूर्वकः अङ्गम उकार अङ्गमस्ति इति कारणेन रूपद्वयं निष्पन्नं लोपश्चास्य अन्यतरस्याम् इति सूत्रेण तत्र उकारस्य स्थाने वकारः भवति यणादेशः भूत्वा तनुवः तन्वः इति रूपद्वयं भवति समानतया मकारः अपि तनुवः क्षम्यतां तनुमः तन्मः इति रूपद्वयम् आगच्छति धन्यवादः भगिनि महोदय सुब्रह्मण्यमहोदय लोट्लकरमस्य इदानीं तनुयोगः तु हलादिपित् अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा तनोतु इति भवति विकल्पेन अत्र तात् अपि सिद्धतिङ् प्रत्ययः अस्ति तत्तु नित् अस्ति तत्कारणात् निति च इत्यनेन गुणनिषेधः अतः केवलं वर्णमेलनं तनुतात् इति भवति तथा एव तनुयोगः तां तनुताम् इति भवति तनुयोगः अन्तु इति अत्र अजादि अपि तस्ति अत्र इकोयिनचि इत्यस्य कार्यं भवति तत्कारणात् उकारस्य अकारस्य मेलनेन अत्र वकारः भवति तन्वन्तु इति रूपं निष्पन्नं भवति इदानीं तनुयोगः अत्र इदानीं हि अस्ति हि इति सिद्धतिङ् प्रत्ययः परन्तु अत्र यः अङ्गे उकारः अस्ति अन्ते स च उकारः असंयोगपूर्व उकारः अस्ति तत्कारणात् अत्र उतश्च प्रत्ययात् असंयोग प्रत्ययात् उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन उकारस्य परे यः हिकारः हि अस्ति तस्य लोपः भवति, तत्कारणात् अत्र तनु इति प्रथम मध्यमपुरुष एकवचन तिङन्तपदमस्ति. तनुयोगः तात् अत्र यथा पूर्वं दृष्टवन्तः तथा एव तनुतात् इति भवति. तनुयोगः तं तनुतम् एव, तनुयोगः त तनुता इति भवति. उत्तमपुरुष एकवचने अत्र आनि अस्ति, तत्तु पित् अस्ति. एकं तु अत्र मूलतिङ् प्रत्ययः मित् कारणतः तत्तु पित् अस्ति. आडुत्तमस्य पिच्च इत्यनेन अपि पित्त्वं तिष्ठति. तनुयोगः आनि अत्र तत् पित् कारणात् अत्र प्रथमं उकारस्य गुणः तनोयोगः आनि. अनन्तरम् अत्र एचोयवायावः इत्यनेन ओकारस्य अव् भवति, तत्कारणात् अत्र तनवानि इति रूपं निष्पन्नं भवति. तथा एव आवा आमा अपि तनवा वा तनवाम. किमर्थञ्चेत् आवा आमा अपि आडुत्तमस्य पिच्च इत्यनेन पित्वम् अध्यारोपितमस्ति, तत्कारणात् अत्रापि यथा आनि इत्यस्य कार्यं भवति तथा एव आवा आमा अपि तनवा वा तनवाम. धन्यवादः महोदय. राजी भगिनी, लङ्लकारस्य प्रथमपुरुषः मध्यमपुरुषः तनु योगः था तनुयोगः इदित् लङि लुङ् लङ् लृङ्क्षु वरुदातः इत्यनेन अकारस्य आगमः भवति, अत् भवति तनुयोगः अत् अतनुयोगः तकारः अत्र तकारः अतनुयोगः तकारः पित् अस्ति वा प्रत्ययहता इति प्रत्ययः पित् अस्ति वा अपित् अस्ति वा तकारः पित् अस्ति इति अहं च अहं चिन्तयामि. किं कार्यं भवति तर्हि गुणकार्यं भवति गुणकार्यम् अतनुयोगः अतनोत् अतनोत् अनन्तरं ताम् अपित् अस्ति अतः किमपि कार्यं नास्ति अतनु ताम् अन् अपित् अस्ति वा अन् अन् अपि अपित् अस्ति एव अतः गुणकार्यं न भवति. अतनुयोगः अन् वर्णमेलनं मूयोगः आ एच अयावयावः इति सूत्रेण ऊयोगः आ वा भवति. केन सूत्रेण चिन्तयतु एचोयवायवः अस्ति परे किन्तु पूर्वम् एचोयवायवः इत्यस्य निमित्तमस्ति ओकारः एकारः वा ओकारः वा भवेत् एव एचोयवायवः इति अत्र यण्सन्धिः इति ओ अतनु यण्सन्धिः भवति इको एनचि इत्यनेन आम् इको एनचि अतः चर्चां कृतवन्तः खलु कृतवन्तः खलु किमर्थम् इको एनसि आगच्छति किमर्थम् अतिष्णुदातु भ्रुवान् योर्वङ्गोत्यस्य प्रसक्तिः किमर्थं नास्ति इति एतावत्पर्यन्तं चर्चितवन्तः खलु एतस्य एव कार्यं भगिनि अत्र उभं कार्यं न करोति करोति उभं कार्य उभङ् इति प्रसक्तिः एव नास्ति अत्र, अतः इको एव कार्यं करोति. अतः अतन् योगः अतनु योगः अन् अतन्वन् अतन्वन् इति आगच्छति. अनन्तरं सकारः सकारः अतन् योगः सकारः सकारः लोपः भवति. शेर्यपिच इति लोपः न, शेर्यपिच इति सूत्रेण अतः हि नाट् शेर्यपिच्छि ऐं टेलिङ्ग् यु हि इति शेर्यपिच इत्यनेन हि आदौ आयाति स्थाने आदायति, किन्तु केन सूत्रेण हि लोपः भवति? अतो हे हे इति सूत्रेण. किन्तु अत्र हि नास्ति खलु, वयं तु लङ्लकारस्य कारणं चर्चां कुर्वन्तः. लङ्लकारस्य कृते हि नास्ति, हि तु लोट्लकारस्य एव. सकारः करवसनोर् ससजुषोरुः करवसानयो विसर्जनीयः. तस्मात् पूर्वं सकारः पित् अस्ति वा पित् अस्ति वा? पित् अस्ति, तर्हि गुणकार्यं भवति खलु, गुणकार्यं भवति. आम्, अतनो इति भवति, अतनो. अनन्तरम् अतनो योगः सकारः पदान्तसकारः अस्ति. पदान्तसकारः अस्ति अस्ति कारणात् करवसानो विजनीयः ससजुषोरुः द्वाभ्यां सूत्राभ्यां कार्यं भूत्वा विसर्गः भवति. अतः अतनोः अतनुयोगः तं किमपि कार्यं नास्ति तत्र. अतः अतनुतम् अतनुत. धन्यवादः भगिनि. पश्यतु भगिनि वदति वा सन्ति वा पश्यति भगिनि उत्तमपुरुषस्य कार्याणि वदति वा लङ्लकारस्य? पित् अस्ति, अतनु योगः अम् अत्र पित् अस्ति, तत् अजादि अजादि सिद्धतिङ् प्रत्ययः. पित् अस्ति इत्यस्मात् किं भवति? गुणकार्यं अतनो इति भवति. तनो अतनो योगः अम् आम् अतनो अतनो योगः अम् किं भवति? किं सूत्रम् अधुना कार्यं करोति? ओकारः आदौ अस्ति, अनन्तरम् अकारः अस्ति, तर्हि एचोय वायावः इत्यनेन औ आदेशः भवति. ओ न ओ ओ इत्यस्य स्थाने औ अकारः ओकारस्य स्थाने औ आदेशः. अतन्वम् अतनवम् अतनवं वकार तु मकारः अपित् अस्ति, तत्तु लोपश्च तरस्यां मोहो सूत्रेण सूत्रं कार्यं करोति. अङ्गस्य लोपः भवति. अङ्गस्य कस्य लोपः? उतः उकारस्य उकारस्य लोपः भवति. उकारस्य लोपः भवति, विकल्पेन लोपः भवति. विकल्पेन लोपः भवति. तत् तद्विषय तनुवः अतन्म प्रथममस्ति. यत्र लोपः न भवति तर्हि वर्णमेलनं भवति. अतनु योगः वा अतनु वा इति एकं रूपम् अस्ति. अन्यत् रूपम् अस्ति यत्र उकारस्य लोपः भवति, तर्हि अतन्व तथा एव असनुम असन्म इति रूपद्वयं भगिनी एव अधुना पुनः विधिलिङ्ग् इत्यस्य वदति या अत्र या अपित् नव सिद्धितिङ्गप्रत्ययाः नवसु अपित् अस्ति तद्विषयात् कोऽपि कार्यं न करोति तत्तु तनया तनियातां तनयुः तनयाः तनियातां तनयात तनयां तनुयाव तनयाम तत्तु स्पष्टं सरलम् अभवत् एकं तु सरलम् अभवत् इति तत्तु सम्यक् अस्ति खलु तर्हि अधुना तु लेफ्ट् लङ् लोक् इति एव पठनीयं विदिलिङ्ग् सरलमस्ति चेत् अन्यदेव पठनीयं खलु सूत्राणि मनसि नास्ति मम मनसि तथा एव भगिनि अहमपि यदा खलु पुस्तकम् उद्घाटयित्वा एव अहमपि पश्यामि न स्मरामि एव न तिष्ठति एव मनसि आम् सत्यम् अस्तु भगिनि भगिनि यदि अहम् एकं सूत्रं विस्मरामि तर्हि हेमा भगिनी किमपि ई पत्रं प्रेषयिष्यति तर्हि अहं चिन्तयामि ओ अधुना अहं तु दोषमेव वदामि तर्हि अनन्तरं भगिनी एव तस्य समीकरणं करिष्यति स्मारयति मां इदं नास्ति भगिनि तथैव वदतु राजीव् भगिनी किमपि अस्ति मम एकः प्रश्नः मे बि इट्स् इस् वेरि I don't know how to ask, but see, vidilings, siddha pratyayaha, ita, itam, iyuhu, ihi, itam, ita, iyam, iva, ima, paratnapadi, tatuna, siddha ting pratyayaha. Katam, atra, tanadigane, swadigane, yata, yata, yata, yatam, yuhu, yaha, yatam, yata, yam, yava, yava, katam, agachiti. Aham, bagini, paratnapadi vidilingi rupani pashyato katam bhavati iti. भगिनि यत् उक्तवती तत् आत्मनेपदिरूपाणि सन्ति न भगिनि ईत ई आताम् ईरन् इति आत्मनेपदिरूपं न न न ई आताम् इत् ईतां युः इः इतम् इत इयम् इव इव एतदस्ति अत्र अजादि अजन् अदन्ताङ्गम् अनदन्ताङ्गम् इति रूपद्वयं निष्करणं भवति तस्य यत्र अदन्ताङ्गम् अस्ति तस्य कृते इत् इति रूपम् अनदन्ताङ्गम् अङ्गं यत्र तन्नु इति अङ्गम् अस्ति तस्य अन्ते अत्तवर्णः अस्ति वा अनदन्तम् अङ्गमस्ति वा यत्र ह्रस्वकारः अस्ति चेत् पठ इति अस्ति पठ इति अङ्गमस्ति भुवादिगणे पठति इति तर्हि पठ इत्यस्य अन्ते अत् अकारः अस्ति खलु ह्रस्वकारः तर्हि अदन्तम् अङ्गम् इति वदामः ह्रस्वकारस्य नोटेशन् अस्ति अत् इति पाणिनिना तदेव नामकरणं दत्तं तर्हि अदन्तम् अस्ति अत्र तु तद् उकारः अस्ति उकारः अदन्तम् अस्ति वा न अनदन्तम् अनदन्तं तर्हि अनदन्तस्य कृते अत्र अन्य अन्य यासु भगिनी यथा उक्तवती यासु आगमः भवति ओ यासु आगमः भवति वा किम् इत्युक्ते यासु आगमः उभयत्र भवति किन्तु यत्र अदन्तम् अस्ति तस्य तु यासु या इत्यस्य लोपः भवति अतो येयः इत्यनेन लोपः भवति लोपः भवति खलु अत्र अत्र अनदन्तम् अङ्गं चेत् यास्य लोपः न भवति अतो एः इति अतः अङ्गात् या इत्यस्य स्थाने ई आदेशः भवति ई आदेशः भवति अतो एयः इत्यनेन यत्र अनदन्तम् अङ्गमस्ति तस्य सूत्रस्य प्रसक्तिः न भवति उदाहरणं पट इति अस्ति यत्र अदन्तम् अङ्गमस्ति तर्हि पठेत् इति भवति खलु पठेत् पठयोगः इत पठेत् इति पठेत् पठेतां पठेयुः अत्र तनुयोगः अस्ति इति अनन्तम् अङ्गमस्ति तर्हि तनुयोगः यात् तनुयात् इति तनुयात् अस्तु भगिनि धन्यवादः तदेव शक्नु इति एव तत्रापि तत्रापि अस्तु धन्यवादः तर्हि विरमम् आम् आं भगिनि धन्यवादः महोदय धन्यवादः भगिनी शुभरात्रिः धन्यवादः Hmm.